नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति सिद्धतिङ्प्रत्ययः, अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययः इति विषयः अनुवर्तते. गतवर्गे अदन्ताङ्गम्, अनन्तरम् अनदन्ताङ्गम् एतेषाम् अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययः एवं च अदन्ताङ्गानां सिद्धतिङ्प्रत्ययः अनयोः अथवा एतेषां मध्ये भेदः कः इति अस्माभिः चर्चितं परस्मैपदे अपि च आत्मनेपदे. तर्हि तत्र कः सारांशरूपेण कः वदति? शोभाभगिनी वदति वा परस्मैपदेषु कुत्र कुत्र भेदः अस्ति अदन्तम् अनदन्तम् अङ्गम् अनयोः? क्षम्यताम्, अहं किञ्चित् अनन्तरं वदामि भगिनि. ओ एवं वा, अस्तु. मीना भगिनी वदतु. नमस्ते भगिनी विजयलक्ष्मी. नमस्कार भगिनि. नमस्कार भगिनि. मीना भगिनि वक्तुमिच्छति वा? किं वक्तव्यं भगिनि? परस्मैपदे अदन्ते अनदन्ते भेदः वा? आमां. लटि लटि वा? वदतु क्रमेण. प्रयत्नं करोमि. लटि तत्र तीतः अन्ति सीतः त मी वहमः इति चिन्तप्रत्ययः अस्ति. तत्र अनदन्तं कम्पेर् भवितव्यं वा? लट्लका तत्र भेदः नास्ति भगिनि. जोन्तः इति अन्ति भवति तत्र अदन्तं वा अनदन्तं वा तीतः अन्ति सीतः त मी वहमः एव सर्वत्र. परन्तु अभ्यस्त अङ्गे अति न वा अन्ति भवति न अदभ्यस्तात् इति सूत्रेण जो प्रत्यादेः जह अत् स्थाने अत् अत् भवति जह अत् भवति. तदनु लोटि लोटि तत्र तु अथवा तात् ताम् अन्तु शून्यम् अथवा हि तात्तं त आनयामिति अस्ति. तत्र भेदः लोटि तत्र भेदः अस्ति. मध्यमपुरुषे एकवचने एव भेदः अस्ति. तत्र तत्र हे सेर् हि अपि च इति च सूत्रेण हि भवति अनदन्ते. अतो हे हे लुक् इति सूत्रे अदन्तम् अस्ति वा लुक् भवति. तदनन्तरं कोऽपि भेदः नास्ति इति चिन्तयामि भगिनि. अदन्तमपि च अनदन्तम् एकः भेदः मया गतवर्गे स्मारितः. अभ्यस्तम् अङ्गमस्ति चेत् किं भवति? अभ्यस्तम् अङ्गमस्ति चेत् किं भवति? लोटि अदभ्यस्तात् किल अदभ्यस्तात् इति अतु भवति वा? कुत्रापि भेदः नास्ति भगिनि. कुत्रापि अदन्तं वा अनदन्तं वा? तदनन्तरं विधिलिङ्ग् लकारे न अत्र किं लङ्लकारे एकः भेदः अस्ति खलु? अभ्यस्य संज्ञकाङ्गम् अस्ति, भेदः अस्ति खलु? अभ्यस्तङ्गमस्ति चेत् लङ्लकारे अन् लङ्लकारे किं भवति सिजभ्यस्तविधिभ्यश्च जूस् भवति तत्र तस्मिन् किं कथम पुरुषः किं कुत्र जूस् कुत्र भवति तत्र प्रथमपुरुष बहुवचने तत्र लङ् इति तत्र लङ्लकारे सिजभ्यस्तविधिभ्यस्ते सूत्रेण जेः जूस् भवति जकारस्य जूस् भवति तदनन्तरं विधिलिङ् लकारे विधिलिङ् लकारे सर्वत्र भेदः अस्ति तत्र विधिलिङ् लकारे अदन्तम् अदन्तमस्ति चेत् यासु परस्मैपदेषु निश्चेति सूत्रेण सर्व तत्र अङ्गम् अदन्तं चेत् अतो येयः अस्ति वा इति सूत्रेण किं भवति भवति तत्र तदनन्तरं या स्थाने ईय तदनन्तरं यक् लोपोव्योवलि इति सूत्रेण यकारलोपः इत्येव अवशिष्यते तदनन्तरं इतां युः यदि इदानीम् अदन्तङ्गानां इतां युः इः इतम् इत इयम् इव इम इव च तत्र अदन्तङ्गानां तत्र सर्वत्र यासुट् आगमः यासुट् स्थाने इय इति आदेशः सर्वत्र भवति अनदन्त अङ्गमस्ति चेत् यासुट् तिष्ठति तस्य स्थाने आदेशः न भवति तत्र अनदन्तमङ्गमस्ति चेत् सकारः लोपः भवति या तत्र लिङ्गस्य लोपे अनन्तस्य सकारलोप यात् यातां युः इति भवति तत्र युः इति जेर् जूस् भवति किल तत्र जे अस्तु वा याः याः यातं यात यां याव आम याम एव भवति तत्र कथं भवति याः तद् मास्तु इदानीं कथं भवति इति इदानीं मास्तु तत्र सिद्धप्रत्ययः सर्वत्र भेदः अस्ति इति सिद्धप्रत्ययः यात् यातां युः याः यातं यात यां याव यां याव याम अदन्तमस्ति चेत् इत्तीतां युः इहि इतम् इत इयम् इव इम समीचीनं धन्यवादः भगिनी. इदानीं तत्र किं विजयलक्ष्मी भगिनी वदति वा आत्मनेपदस्य अप्तिङ् प्रत्ययः अदन्ते अनदन्ते भेदः प्रयत्नं करोमि भगिनी. परस्मैपदेषु इदानीं नोट्स् प्रिपेर् कृतवती, आत्मनेपदेषु इदानीमेव आरब्धं कृतवती अस्मि. प्रयत्नं करोमि. करोतु. अत्र आत्मनेपदेषु अदन्तम् अङ्गम् अस्ति चेत् ते इते अन्ते से इथे द्वे ए वहे महे इति भवति. अनन्तम् अङ्गम् अस्ति चेत् तत्र त्रिषु स्थलेषु भेदः वर्तते. मम लैन् मध्ये क्लेशः अस्ति वा? भवत्याः लैन् मध्ये क्लेशः अस्ति वा? न श्रूयते मध्ये मध्ये सम्यक् न श्रूयते. किमपि न श्रूयते भगिनि. किम् श्रूयते? न, मन्दमेव श्रूयते, मध्ये मध्ये भग्नः. पुनः वदतु. अनदन्तम् अङ्गमस्ति चेत् त्रिषु स्थलेषु भेदः भवति. ते आते अते से आते द्वे ए वहे महे. तत्र आते अते आथे इति मध्यमपुरुष उत्तम प्रथमपुरुष द्विवचने बहुवचने अपि च मध्यमपुरुषे द्विवचने भेदः अस्ति. इदानीं श्रूयते वा भगिनि? श्रूयते, वदतु. अपि च लोटि अपि त्रिषु स्थलेषु भेदः वर्तते. अदन्तम् अङ्गमस्ति चेत् ताम् इताम् अन्ताम् स्व इथां द्वम् ए आवहै आमहै इति. ऐ आवहै आमहै. ऐ आवहै आमहै, सत्यम्. अनदन्तम् अस्ति चेत् ताम् आताम् अताम् स्व आथाम् द्वम् ऐ आवहै आमहै. अत्रापि उत्तमपुरुषस्य प्रथम पुरुषस्य द्विवचने बहुवचने अपि च मध्यमपुरुषस्य द्विवचने भेदः वर्तते. लङि अपि त्रिषु स्थलेषु भेदः अस्ति, समानम् उत्तम प्रथमपुरुषे मध्यमपुरुषे. अदन्तम् अङ्गमस्ति चेत् त इताम् अन्त थाः इथां द्वम् इ वहि महि इति. अनदन्तम् अङ्गमस्ति चेत् त आताम् अत थाः अथां द्वम् इ वहि महि इति भवति. अपि च विधिलिङ्लकारे प्रायः भेदः नास्ति इति स्मरामि. सम्यक् वा भगिनि? आम् आम्, सम्यक्, समीचीनं समीचीनं. विधिलिङ्लकारे भेदः नास्ति, भेदः नास्ति, समीचीनम्. अस्तु, सम्यक्. तर्हि इदानीं सि इति भागात् आरभ्य एकवारं पठामः. वंशी भगिनी पठितुमिच्छति वा? सेक्षन् सि इति अस्ति खलु, ततः आरभ्य पठामः. अस्तु, एकनिमिषः. अस्तु, तस्मात् पूर्वं तत्र लङ्लकारे आत्मनेपदेषु उपु इति भवति निखिल भगिनि, तत्र जेर्चुस् कार्यं करोति वा सिजप्यस्य विदिभ्यस्य कार्यं कर्तुं क्लेशः अस्ति वा तत्र लङ्लकारे सिजभ्यस्य विदिभ्यश्च? जेर्जुस् इति तु लिङ्लकारे एव, जे हेजुस् इति लिङ्लकारे एव. ओ, तत्र भेदः लिङ्लकारे एव किल. अस्तु अस्तु, तर्हि ओहो युः इति भवति, तत्र तु जेर्जुस् इति भवति किल. अस्तु अस्तु, आमां, हा अवगतम्. सी सेक्षन् एकम्. अस्तु, अनदन्ताङ्गानां सिद्धतिं प्रत्ययानां पित्वम् अपित्वं च इति शीर्षिकः अस्ति. मूलतिं प्रत्ययानां मूलतिं प्रत्ययान् आधारीकृत्य सिद्धतिं प्रत्ययः पितः अपितः च भवन्ति. मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा. यथा पित् पित् अस्ति, अतः लटीति लोटि तु लङ्गीत इत्येषामपि पित्वं भवति. अयं बिन्दुः महत्पूर्णः महत्पूर्णः महत्पूर्णः यतः प्रत्ययः महत्त्वपूर्णः पुनः क्षम्यताम् अयं बिन्दुः महत्त्वपूर्णः यतः प्रत्ययः पित् अस्ति चेत् तिङन्तपदस्य निर्माणार्थं तृतीयसोपाने तिङ्संज्ञकप्रत्ययनिमित्तीकृत्य अङ्गकार्यम् इत्यस्मिन् अस्तु गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति ध्येयं यत् अङ्गं यत्र अदन्तम् अस्ति तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्ययानां पित्त्व अपित्वविषये अस्माकम् अवधानं नासीत् किन्तु इतः अग्रे अङ्गम् अनदन्तम् अस्ति अङ्गम् अनदन्तम् अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्ययानां पित्त्व अपित्वविषये अवधातव्यम् यथा स्वादिगणे चि धातुः श्नु प्रत्ययः तयोः मेलनेन चिनु इति अङ्गम् चिनु योगः ति अस्ति अतः सार्वधातुकार्थधातुकयोः इत्यनेन गुणः चिनु योगः ति चिनुति तावत् वदामि वा भगिनि सत्यम् आमां वदतु अस्तु हा मुख्यविषयः अत्र किमस्ति इत्युक्ते पित्वम् अपित्वं च इति विषयः तत्र चर्चितः अस्ति तत्र किम् अस्ति इत्युक्ते एतावत्कालं वयं यदा अदन्त अङ्गानाम् अत्र चिन्तनं जायमानमस्ति तत्र तु अदन्तमङ्गमिति मत्वा तत्र यद्यपि तिप् इति तिप् अस्ति तत्र इक् नास्ति अदन्तम् इत्युक्ते अकारः अन्ते अस्ति इति भूत्वा इक् वर्णः नास्ति इति कारणात् कदापि तत्र गुणकार्यं न सम्भवेत् परन्तु अधुना तु अनदन्तमस्ति अतः तत्र यदि अन्ते इक् वर्णः अस्ति तस्मात् तत्र गुणस्य चिन्तनं करणीयमस्ति अत्र तु किमस्ति इत्युक्ते पित्वम् अपित्वम् इति चिन्तनीयमस्ति यद्यपि तत्र तिप्रत्ययः पित् अस्ति पकारः लोपः यस्य सः अपि पित् अस्ति सिप् अपि पित् अस्ति निप् अपि पित् अस्ति अतः अस्यां स्थित्यां तत्र किं भवेत् इत्युक्ते तत्र पित्वम् आधारीकृत्य गुणकार्यं भवति यतोहि तत्र उदाहरणे चिनु धातु इति चि धातु इति स्वीकुर्मः तत्र श्नु प्रत्ययः भवति स्वादिगणे श्नु स्वादिभ्यः श्नु इति सूत्रेण श्नु प्रत्ययः विकरणप्रत्यये मध्ये आगच्छति इति कारणात् तत्र चिनु इति धातु विकरणप्रत्ययोः मेलनात् अनन्तरं चिनु इति अङ्गं भवति तस्मात् यदि त्रि प्रत्ययः योजयामः तर्हि तु चिनु इति अङ्गम् उकारः अस्ति इक् प्रत्ययान्त अङ्गम् अस्ति इति कारणात् तत्र गुणस्य प्रसक्तिः भवति प्रवृत्तिः अपि भवति तेन कारणेन सार्वधातुकार्धधातुकयोः इत्यनेन चिनु इति अङ्गं भवति अतः अस्मिन् दृश्यते किमुक्तम् इत्युक्ते अदन्ताङ्गानां विषये यावत्पर्यन्तं पित्वम् अपित्वम् इति चिन्तनम् एव न कृतवन्तः परन्तु अधुना पित्वम् अपित्वम् इत्यस्य चिन्तनम् अवश्यं करणीयं यतोहि तत्र अङ्गम् अदन्तं नास्ति अपि च तत्र इक् वर्णः अस्ति चेत् तत् सर्वदा तिङ् प्रत्ययोजनानन्तरम् अस्माकं गुणकार्यं भवति इत्येव सम्यक् समीचीनं सम्यक् अस्तु तर्हि अग्रे गच्छामः शोभा भगिनी पठति वा इदानीम् आं भगिनि अग्रे पित् प्रत्ययः पुनः द्विविधाः अपित् प्रत्ययः अपि द्विविधाः प्रत्ययस्य आदौ अच् वर्णः अस्ति चेत् प्रत्ययः अजादिः प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् प्रत्ययः हलादिः पित्सु अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति अपित्सु अपि अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति तर्हि आहत्य प्रत्ययाः चतुर्विधाः हलादिपित् सार्वधातुकप्रत्ययः अजादिपित् सार्वधातुकप्रत्ययः हलादि अपित् सार्वधातुकप्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः च इति एतदनुसृत्य कार्यमपि भिन्नं भवति यथा प्रत्ययः पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अपित् अस्ति चेत् गुणः नार्हति प्रत्ययः अजादिः अस्ति चेत् स्वरसन्धिः अर्हति हलादिः अस्ति चेत् नार्हति एवं च चतुर्षु प्रत्यये प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति चतुर्षु प्रत्ययप्रकारेषु. इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः. अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयामः. तर्हि तत्र अयं बिन्दुः महत्त्वपूर्णः इति पूर्वस्मिन् परिच्छेदे उक्तं यत् मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा भवन्ति, अपि च तेन यत्र गुणकार्यस्य प्रसक्तिः अस्ति तत्र भवितुम् अर्हति, अपि तस्ति चेत् न भवति इति. इदानीं तत्र पित् प्रत्ययेषु किं तत्र प्रकाराः कीदृशाः इति लिखितमस्ति. तत्र पित् प्रत्ययः द्विविधाः, अपित् प्रत्ययः अपि द्विविधाः भवन्ति. अपि च तत्र प्रत्ययस्य आदौ यः वर्णः अस्ति तत् तं वर्णं स्वीकृत्य नामकरणं कृतमस्ति. आदौ अच्वर्णः अस्ति चेत् अजादि इति प्रत्ययः भवति, आदौ हल् वर्णः अस्ति चेत् हलादि इति नामकरणं भवति. अपि च पित्सु अजादि हलादि च प्रत्ययः सन्ति, तथा एव अपित्सु अपि अजादि हलादिप्रत्ययः सन्ति. आहत्य तत्र चतुर्विधाः प्रत्ययः भवन्ति इदानीं. पित्सु अजादि हलादि, अपित्सु अजादि हलादि इति कृत्वा तत्र हलादिपित् सार्वधातुकप्रत्ययः, अजादिपित् सार्वधातुकप्रत्ययः इति पित्सु प्रकारौ. अपि च तत्र हलादिपित् सार्वधातुकप्रत्ययः अपि च अजादि क्षम्यतां हलादि अपित् सार्वधातुकप्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः इति आहत्य चत्वारः प्रत्ययाः सिद्ध्यन्ति. अपि च तान् अनुसृत्य कार्याणि भिन्नानि भवन्ति. यथा तत्र पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः भवति, अपित् अस्ति चेत् गुणः भवितुमेव न अर्हति. अपि च अजादि अस्ति चेत् स्वरसन्धिः अर्हति, यतोहि तत्र हलादि स्वरसन्धिः तु सन्धिकार्यं स्वरसन्धिकार्यं तु द्वयोः स्वरयोः एव इति. हलादि अस्ति चेत् न अर्हति. अपि च चतुर्षु प्रत्ययप्रकारेषु अतः तत्र कार्याणि भिन्नानि भवन्ति चतुर्षु प्रत्ययप्रकारेषु. एतत् सर्वम् अग्रे पुनः विस्तरेण पश्यामः. अधुना तत्र प्रत्ययः कीदृशः इति अग्रे पश्यामः इति अग्रे रूपाणि दत्तानि सन्ति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. सूर्यकुमारी भगिनी अग्रे हा भगिनि, ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति ध्येयं. परस्मैपदं प्रत्ययाः सीतः अन्ति, सीतः ता मी वहमः. तत्र प्रथमपुरुष इति मध्यमपुरुष उत्तमपुरुष पुरुषस्य एकवचने स्थूलाक्षरे अस्ति, तदर्थं पित् अस्ति इति अर्थः. आत्मनेपदे प्रत्यये ते अते आते अते से आते द्वे ऐ क्षम्यताम् ए वहे महे, तत्र पित् प्रत्ययः नास्ति, सर्वे सन्ति प्रत्ययः अस्ति, सर्वे अपि प्रत्ययाः सन्ति, अपि प्रत्ययः सन्ति, क्षम्यताम्. हलादिपित् सर्वधातुकप्रत्ययः टी सी पी टी सी मी, अजादिपित् सार्वधातुकप्रत्ययाः न सन्ति. हलादि अपित् सार्वधातुकप्रत्ययाः के इत्युक्ते तः वा वह मह ते से द्वे वहे महे अजादपि सार्वधातुकप्रत्ययः अन्ति आते अते आथे ये लट्लकारे विवरणम् अस्ति. लोट्लकारः तिक्प्रत्ययः तु प्रथम एकवचने आनि आव आम अन्ये प्रत्ययाः अपि प्रत्ययाः आत्मनेपदे ते ताम् आताम् आताम् स्वा आताम् द्वाम् ते प्रत्ययाः अपि प्रत्ययाः उत्तमपुरुषश्च त्रीणि प्रत्ययाः त्रयः प्रत्ययः त्रयप्रत्ययः पित् प्रत्ययः ऐ आवहै आमहै. अग्रे पठामि वा भगिनि? हलादि पित् सार्वधात्कप्रत्ययः तु एव इन् लोट्लकार. अजादि पित् सार्वधातुप्रत्ययः अजाद् अपि अजादि अपित् कदा अजादि अजादिपित् पित् सार्वधातुकप्रत्ययः अजादिपित् सार्वधातुकप्रत्ययः आनि आवा आमा ऐ आवहै आमहै हलादिपित् सार्वधातुकप्रत्ययः हलादि अपित् सार्वधातुकप्रत्ययः हलादि अपित् सार्वधातुकप्रत्ययः हि तां तां तां स्व द्वम् अजाद् अजाद्यपित् सार्वधातुकप्रत्ययः अन्तु आताम् अथाम् अथ आताम् लङ्लकारे ताम् अन् सा तं त अं वाम तत्र प्रथमपुरुषप्रत्ययः पित् प्रत्ययः त स अम् आत्मनेपदे प्रथमपुरुषप्रत्ययः इति न प्रथमप्रत्ययः सम्मितं न प्रथमा प्रथमपुरुषे त इति प्रत्ययः तकारः इति प्रत्ययः मध्यमपुरुषे एकवचने सकारः इति प्रत्ययः एवं वदतु. प्रथममध्यम उत्तमपुरुष पुरुषस्य प्रथम एकवचनप्रत्ययः पित् प्रत्ययः आत्मनेपदे प्रत्ययः सर्वे अपि प्रत्ययाः ता अथाम् अथ ताः अथां द्वम् ईवहि महि हलादिपित् सार्वधातुकप्रत्ययः तस अजादिपित् सार्वधातुकप्रत्ययः अम् हलादिपित् सार्वधातुकप्रत्ययः अलादिपित् सार्वधातुकप्रत्ययः क्षम्यताम् हलाद्यपित् सार्वधातुकप्रत्ययः तां तं ता वा मा ता थाः द्वं वहि महि अजाद्यपित् सार्वधातुकप्रत्ययः अन् आताम् अत आताम् इ विधिलिङ्गलकारः सर्वे अपि प्रत्ययः याति प्रथमैपदी प्रत्ययः याति यातां युः याः यातं यात यां याव याम परस्मै आत्मनेपदिप्रत्ययः ईत ईयताम् ईरन् ईताः ईयताम् ईत्वम् ईय ईवहि ईमहि हलादिपित् सार्वधातुप्रत्ययः विधिलिङ्गलकारे नास्ति अजादिपित् सार्वधातुकप्रत्ययः अपि नास्ति हलाद्यपित् सार्वधातुकप्रत्ययः नव सर्वे यकारादयः परस्मैपदिनः अजाद्यपित् सार्वधातुकप्रत्ययः नव सर्वे ईकारादयः आत्मनेपदिनः आहच्च अलादिपितः सत् अजादिपितः सप्त प्रत्ययाः सन्ति अलाद्यपितः अष्ट अष्ट अष्टत्रिंशत् अजाद्यपितः त्रिविंशत् प्रत्ययानां प्रत्ययाः त्रयोविंशतिः क्षम्यतां त्रयोविंशतिः प्रत्ययानां वर्गचतुष्टयं प्रत्येकस्मिन् वर्गे यत् कार्यं भवति तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते अयमेव द्वितीयगणसमूहस्य कार्यविधिः अतः इमं जानीमः चेत् द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि अधुना धन्यवादः भगिनि तावत् समीचीनम् इति तत्र इत्युक्ते तत्र वर्गीकरणम् अस्ति एकस्य तत्र हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति अजादि अपित् इति वर्गीकरणं यदा कुर्मः तदानीम् एकस्य विषये किमपि कार्यं भवति चेत् तादृशमेव अन्यस्य अपि भवति अतः सौलभ्यं भवति अतः यदा प्रक्रियां वयं कुर्मः तदानीं कीदृशप्रत्ययः अजादि वा हलादिः वा इति वयं चिन्तयामः चेत् तदानीं यतोहि पाणिनेः सूत्राणि तथा एव सन्ति पाणिनीयसूत्राणि तथा एव सन्ति अजादिप्रत्ययानां किमपि कार्यं भवति हलादिप्रत्ययानां किमपि कार्यं भवति इति तद्वयम् अग्रे पश्यामः तत्र गणं यदा वयं स्वीकुर्मः खलु अनदन्त अङ्गं षट्सु गणेषु अस्ति तत्र एकैकं गणं स्वीकृत्य पश्यामः चेत् तदानीम् अवबुध्यते अस्तु तर्हि इदानीं सरस्वतीभगिनी अग्रे पठति वा आं भगिनि श्रूयते न वा आम् अधुना अन्तिमः एकः विचारणीयः उपरि उक्तमासीत् यत् पित्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः मूलस्य पित्वं चेत् सिद्धस्यपि पित्वमिति किञ्च अत्र अपवादत्रयं प्रतीयते तर्हि पित्वविषय अस्ति अत्र तर्हि पित्व मूलप्रत्यये यदि पित्वमस्ति तर्हि सिद्धप्रत्यये अपि पित्वमेव भवति एवं नियमः अस्ति परन्तु अपवादरूपेण त्रयः प्रत्ययाः सन्ति तस्य विषये इदानीं पश्यामः अपवादत्रयं प्रत्ययः न त्रयः अपवादः सन्ति अस्तु लोट् लकारस्य उत्तमपुरुषे आनि आव आम ऐ आवहै आमहे आनि मिप् इत्यस्मात् आगतः अतः तस्य पित्वम् अस्ति किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति तेषां पित्वं कुतः आगतम् लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड् आगमः अयम् आगमः आ प्रत्ययान आ इति प्रत्ययानाम् आदौ युज्यते येन सूत्रेण अयम् आङ् आगमः विहितः तेन एव सूत्रेण व्युत्पन्नप्रत्ययस्य पित्वं विधीयते तर्हि अत्र लोट् लकारस्य विषये उक्तमस्ति लोट् लकारस्य उत्तमपुरुषः अस्ति उत्तमपुरुषाः ये प्रत्ययाः सन्ति ते आनि आव आम परस्मैपदेषु ऐ आवहे आमहे आत्मनेपदेषु तर्हि अत्र केवलं मिप् इत्युक्ते परस्मैपदेषु यत् उत्तमपुरुषस्य एकवचनम् अस्ति तद् मिप् स्थाने आनि आगच्छति तत् केवलं मिप् अस्ति तत् पित् अस्ति अतः आनि अपि पित् इति वयं जानीमः परन्तु आव आम ऐ आवहे आमहे इत्युक्ते आत्मनेपदेषु सर्वे प्रत्ययाः तथा च परस्मैपदेषु उत्तमपुरुषस्य मध्यम तथा द्विवचन तथा बहुवचनयोः ये प्रत्यये प्रत्ययौ स्तः ते अपि अपित् भवेत् परन्तु किमर्थं ते पित् भवति तस्य विषये अत्र दत्तमस्ति तर्हि अत्र लोटि परस्मैपदेषु परस्मैपदे तथा आत्मनेपदे च उत्तमपुरुषे आड् आगमः भवति आड् आगमः इत्युक्ते आ केवलं अवशिष्यते अत्र आड् आगमः विषये यः येन सूत्रेण आड् आगमः भवति तस्य विषये अग्रे दत्तमस्ति, ततः एव पित्वम् आगच्छति. आड् उत्तमस्य पिच्च लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमो भवति अपि च तस्य पित्वं भवति. अद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयति. आड् प्रथमान्तम् उत्तमस्य षष्ट्यन्तं पित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति लोटः लस्य उत्तमस्य आट् पित् च. तर्हि सूत्रमस्ति आट् आड् उत्तमस्य पिच् च. तर्हि अत्र आट् उत्तम पित् च एवं भवति. तर्हि आट् आट् अस्ति, तर्हि आट् टित् अस्ति, अतः अद्यन्तौ टकितौ अनेन सूत्रेण आट् आगमः प्रत्ययात् प्राक् आगच्छति, आदि आगच्छति, लस्य स्थाने एव आगच्छति. यः प्रत्ययः अस्ति तत्र आगमः भवति तस्य आट् आटस्य. आट् प्रथमान्तम् आट् तस्य आड् जष्टो सन्धि भूत्वा आड् भवति. उत्तमस्य इत्युक्ते षष्ट्यन्तं, पित् प्रथमान्तं, च तु अव्ययपदमस्ति. लोटो लङ्व इत्यस्मात् सूत्रात् लोटः अनुवृत्तिः भवति, लस्य अधिकारः अस्ति, अतः पूर्णतया सूत्रमस्ति लोटः लस्य उत्तमस्य आट् पित् च. अग्रेपि पठामि वा? समीचीनं समीचीनं भगिनि, समीचीनम्. इत्युक्ते तत्र इदं सूत्रमपि अत्र वाक्यद्वयम् अस्ति खलु, तदपि पठित्वा समापयतु वाक्यद्वयम्. अनेन लोट्लकारे उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड् आगमः अपि च सर्वेषां प्रत्ययानां पित्वं, तात् इति प्रत्ययस्य मूलरूपतातं नित्वत् अपित्. तर्हि आड् उत्तमस्य पिच्च अनेन आड् आगमः भवति उत्तम उत्तमपुरुषस्य सर्वेषु प्रत्ययेषु आगमः भवति, अतः आट् पित् भवति, अतः सर्वेषां प्रत्ययानां पित्वं भवति. तात् एतत्तु विषयः भिन्न अस्ति न वा भगिनि? तात् इति मूलतः एव नित् अस्ति, अतः तातम् अस्ति, अतः नित् अस्ति, अतः नित् अपित् एव भवति. अत्र वस्तुतः नित्वात् अपित् अपित् इति तथा किमपि न वक्तव्यं, वस्तुतः अत्र तातङ् नित् अस्ति इति कृत्वा नित् एव तावदेव. अपित् अस्ति चेत् निद्वद् भवति इति तथा किमपि नास्ति, अत्र साक्षात् नित्. अस्तु, समीचीनम्. आडुत्तमस्य पिच्च इति सूत्रम् अस्माकं परिचितमेव, उत्तमपुरुषस्य लोट् लकारे सर्वत्र आडागमः भवति, प्रत्ययस्य पित्वमपि अध्यारोप्यते. मूले मूलतः एव प्रत्ययः पित् अस्ति चेदपि तस्य उपरि पुनः पित्वं परिवर्तनं किमपि नास्ति, मूलस्वभावः यथा अस्ति तथैव भवति, परन्तु यः प्रत्ययः अपित् अस्ति तत्र तु पित्वम् अध्यारोप्यते. अस्तु, तर्हि इदानीम् अग्रे उमाभगिनी पठति वा? पठामि भगिनि. परस्मैपदे विधिलिङ्ग् यद्यपि मूलप्रत्ययेषु स्थितः सन्ति तथापि याक् याः याम् इति सिद्धप्रत्ययानां पित्वं नास्ति. किमर्थं? परस्मैपदस्य विधिलिङ्गे यासु आगमः भवति इति अस्माभिः दृष्टम्. यासु परस्मैपदेषु उदात्तो निच्छ इत्यनेन सिङ् लकारस्य परस्मैपदी प्रत्ययानां यासु आगमो भवति स च आत्म आगमो णित्वत् णित्वत् अतः किमिति च इत्यनेन गुणनिषेधः धातु विकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तेन अतेन अङ्गेन नित्वत् आगमः दृश्यते न तु सिप् सिप् ये मूले स्थितः मूलप्रत्ययः सित् भवतु नाम परन्तु अङ्गेन इदं सित्वं न दृश्यते यतः मध्ये नित्वत्यासु आगमः अस्ति मध्ये नित्वत्यासु आगमः अतः अङ्गेन केवलं नित्वं दृश्यते तस्मात् किमपि सित् निश्चिकं कार्यं नार्थम् फलितार्थः एवं यत् सिद्धः प्रत्ययानां स्थित्वं नास्ति सो अत्र परस्मैपदी विभिलिङि सिप् सिप् मित् पितः सन्ति तथापि याः याम् इति सिद्धप्रत्ययानां स्थित्वं नास्ति सो अत्र कारणः कः इति उच्यते परस्मैपदेषु विधिलिङ्गे यासु आगमः भवति यासु परस्मैपदेषु धातोः निच्च इति सूत्रेण परस्मैपदी प्रत्ययानां यासु आगमो भवति सो आगमः नित्वत् नित्वत् अतः किमिति च इत्यनेन गुणनिषेधः आगमः नित् इति वदति नित्वत् इति न आगमः नित् अत्र यद्यपि नित्वत् इति लिखितमस्ति परन्तु नित् इति स्वीकरोतु नितः किमिति च इत्यनेन गुणनिषेधः धातु विकरणप्रत्ययः मेलनेन अङ्गं निष्पन्नं सो धातुप्रतिकरणप्रत्ययः तेन अङ्गेन यासु आगमः दृश्यते न तिस् तिस् मित् मूलप्रत्ययः बिकास् ओरिजिनलि तिस् तिस् अस्ति इति आगतः तिस् तिस् मित् वदति अत्र मूलप्रत्ययः तिस् भवतु नाम अङ्गेन इदं पित्वं न दृश्यते यतः मध्ये नित्वत् यासु आगमः अस्ति ओके बिकास् यासु परस्मैपदेषु धातोः निच्च इति सूत्रेण अत्र आगमः भवति यासु इति आगच्छति चेत् अत्र अपि अस्ति गुणनिषेधः अपि किमिति च नित्वत् इति इत्युक्ते प्रतिध्वनिः इत्युक्ते तत्र यासुट् आगमः यदा भवति तदानीं तत्र नित्वम् अपि अध्यारोप्यते अतः यासुट् इति आगमः तु प्रत्ययस्य अवयवः अस्ति खलु प्रत्ययस्य अवयवः अस्ति इदानीं तिप् इति प्रत्ययः अस्ति तत्र यासुट् आगमः आदौ आयाति यासुट् योगः तिप् तिप् इति प्रत्ययः पित् अस्ति तर्हि सम्पूर्णप्रत्ययः पित् स्यात् खलु इति चेत् तत्र यासुट् आगमः आगतः स यासुट् आगमः नित्वम् इति गुणः अध्यारोप्यते इति कृत्वा सः गुणः इट् गेट्स् अटाच् टु द होल् प्रत्यय सम्पूर्णप्रत्ययः नित् भवति यथा तत्र यथा तत्र किं काणः काणः इति वदति चेत् तत्र यद्यपि तत्र काणत्वं तु नेत्रे एव भवति परन्तु तत्र काणः इति पुरुषस्य एव संज्ञा जायते खलु यथा तत्र अवयवे कश्चन काचन संज्ञा चेत् तदानीं सम्पूर्णपुरुषे तथा संज्ञा भवति खलु ब्लैण्ड् म्यान् इति वयं वदामः चेत् यद्यपि तत्र नेत्रे एव काणत्वम् अस्ति परन्तु तथापि ब्लैण्ड् म्यान् इति वयं वदामः खलु एवम् अत्र यासु परस्मैपदेषु उदात्तो निच्छ इत्यनेन नित्वं केवलम् आगमे एव अस्ति यासु आगमः एव नित् इति उक्तमस्ति परन्तु तथापि तत्र यासुट् इति आगमः प्रत्ययस्य अवयवः अस्ति इति कृत्वा अवयवस्य यः गुणः अस्ति सः गुणः सम्पूर्णप्रत्यये अध्यारोप्यते इति कृत्वा सम्पूर्णप्रत्ययः नित् भवति. मूलप्रत्ययः पित् चेदपि सम्पूर्णप्रत्ययः नित् भवति. अपित् प्रत्ययः अस्ति चेदपि नित् भवति. अत्र प्रत्ययः साक्षात् नित् भवति इति अत्र विषयः अस्ति. अस्तु, अतः तत्र विधिलिङ्गि कोऽपि प्रत्ययः पित् नास्ति. सर्वे प्रत्ययः नितः एव सन्ति. यासुत् परस्मैपदेषु उदात्तो निच्छ इति सूत्रेण अनदन्त अङ्गेषु सर्वे प्रत्ययः नितः एव सन्ति. अस्तु, तत्र विनय महोदय अग्रे वाक्यत्रयं पठति वा. आं भगिनि, लोट् लकारस्य मध्यपुरुषे इत्यस्मात् आगतः अथ तस्य पित्वं स्यात्, किन्तु तस्य अपित्वं कुतः आगतम्? वयं किञ्चित् जानीमः यथा लङ्लकार अपि त्रयः पित्वमस्ति, अत्र लोट्लकार अपि पित्वमस्ति. केवल हि अर्थात् मध्य पुरुषसम्बन्ध है, परन्तु अग्रे प्रश्न अग्रे समाधान प्रायः अस्ति. लोटि परस्मैपदे मध्यपुरुषे तिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अपि च भवति सेहरि अपि च इत्यनेन सूत्रेण. तो लोटि परस्मैपदे मध्यपुरुषे सिप् प्रत्ययस्य स्थाने हि आदेशः भवति. अत्र आदेशः भवति, आगमः न भवति, आदेशः भवति. अपच्यः भवति ते हर्यपिच्यः इत्यनेन सूत्रेण. अतः अर्थात् अत्र सिप् सिप् आधारेण तु हि भवति लोट्लकार मध्य पुरुष, परन्तु हि न तिष्ठति. अनदन्तसम्बन्धे वयं जानीमः हि भवति, परन्तु अत्र कथं लोट् परस्मैपदे मध्यपुरुषे सिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अपि च अपि भवति सेहर् इति सेहरि अपि च इत्यनेन सूत्रेण. अतः सेहरि अपि च सूत्रेण आधारेण अपि तु भवति, परन्तु यदि अपि भवति वयं किञ्चित् जानीमः लोट्लकारसम्बन्धे प्रथमपुरुष अपि च उत्तमपुरुष. उत्तमपुरुष तु वृद्धिः भवति, तत्र विपित् भवति. प्रथमपुरुष अपि पित् भवति, परन्तु मध्यपुरुष पित् नैव भवति. तु कारणस्ति सहेरिपि च इत्यनेन सूत्रेण. यदि अहं किञ्चित् सम्यक् समीचीनम् अग्रे पठतु. सारांशः अस्मिन् करपत्रे बहु किमपि उक्तं प्रत्ययानां व्युत्पत्तिः दत्तः, यत्र अदन्ते अनदन्ते दत्ताः, यत्र अदन्ते अनदन्ते भेदः वर्तते अस्मिन् करपत्रे. येषां व्युत्पत्तीनां च बोधनेन महान् लाभः, वयं जानीमः तदा चतुर्विधः तिथ् तिङ् प्रत्ययः प्रदर्शितः ते अस्माभिः सम्यक्तया बोध्यः यतोहि सर्वाणि द्वितीयगणसमूह तिङ् त्यन्तरूपाणि तेषु आधारितानि तर्हि परिशिष्टम् अत्र अस्ति अत्र श्रीराम महोदयः अतीवसुन्दररीत्या सूत्रसहितदृष्ट्या परस्मैपदी अनदन्ताङ्ग नाम लट् लोट् लङ् विधिलिङ्ग इति येषाम् अपितङ् सिद्धिचित्रत्वेन निरूपितवान् तथा अधोभागे आत्मनेपदि अदन्त अङ्गानां लट् लोट् लङ् विधिलिङ् इति येषामपि तिङ्सिद्धि चित्रत्वेन निरूपितवान् अहं प्राक् महत्वपूर्ण चित्र अस्ति परन्तु न केवलं चित्र अस्ति परन्तु सिद्धिसम्बन्धे सर्वे सूत्राणि अपि उल्लेखितः कोऽपि साधारण कार्यं नास्ति महत्कार्यमस्ति अत्र सम्यक् अस्ति पश्यन्तु अत्र सिद्धप्रत्ययः के इति मनसि भवन्ति चेत् अग्रे अस्माकं सौलभ्यं भवति तत्र अग्रिमकरपत्रमस्ति अनदन्ताङ्गानां कृते सिद्धप्रत्ययः सारः इति तत्र पुनः अस्मिन् करपत्रे यद् अस्ति तत्र एव सारांशरूपेण दत्तमस्ति तद् अस्माकं केवलं रेफरेन्स् रूपेण अस्ति इति कृत्वा पुनः तद् न पठामः इदानीं ततः इदानीम् इदं करपत्रं तु समाप्तं धन्यवादः महोदय इदं करपत्रं तु समाप्तं तर्हि इदानीम् इतः अग्रे स्वादिगणः इति विषयः इदानीम् आरभ्यते स्वादिगणः इति तत्र किं शुभदा भगिनी आरब्धुमिच्छति वा स्वादिगणः इति आम् आं भगिनि तस्मात् पूर्वं तत्र सूत्रमस्ति खलु यासुत्परस्मैपदेषु दातुम् इच्छ तस्मिन् सन्दर्भे सिद्धान्तकौमुद्याम् एकं वाक्यं लिखितमस्ति ङित्वोक्तेः ज्ञायते क्वचित् अनुबन्धकार्ये अपि अनल्विधौ इति प्रतिषेधः इति एतत् न अवगतम् इति विषयं त्यक्त्वा अस्ति चेत् त्यजतु परन्तु जस्ट् अहं पश्यामि भवती अग्रे गच्छतु सिद्धान्त तत्र स्वादिगणः इति आरम्भं करोतु अहं पश्यामि अस्तु अस्तु अस्तु अस्तु एकनिमिषं भगिनि अहं तदेव पश्यन्ती आसं क्षम्यताम् अस्तु अस्तु स्वादिगणः खलु अस्तु स्वादिगणः स्वादिगणे चतुस्त्रिंशत् धातवः सन्ति अयम् अस्माकं प्रथमः धातुगणः यत्र अङ्गम् अनदन्तम् अत्र सिद्धान्तकौमुद्यां परम्परागतपद्धत्या तिङन्तरूपनिष्पादनं भवति तिङन्तरूपनिष्पादनम् अतीव भ्रमात्मकम् परन्तु पुष्पामातुः पद्धतिम् अनुसृत्य पाणिनेः वास्तविकपद्धतिम् अनुसृत्य अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति विकरणप्रत्ययनिमित्तकं निमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्यययोः मेलनं द्वितीयं तिङ्प्रत्ययसिद्धिः तृतीयं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्यययोः मेलनं तर्हि स्वादिगणस्य प्रारम्भं क्रियते अत्र स्वादिगणे चत्वारि चतुस्त्रिंशत् धातवः सन्ति चतुस्त्रिंशत् धातवः सन्ति. वयं जानीमः तत् यत् तस्य विकरणप्रत्ययः श्नु इति अस्ति. श्नु इति विकरणप्रत्ययस्य अनुबन्धलोपानन्तरं नु इति अवशिष्यते. शकारस्य लोपः जायते लशकृते इत्यनेन तस्य लोपः इत्यनेन लोपः अपि, तर्हि नु इति अवशिष्यते. धातुः तस्मात् अनन्तरं नु इति प्रत्ययः भवति, नु इति विकरणप्रत्ययः भवति चेत् धात् अङ्गं तु अनदन्तम् एव भवति. तर्हि पुष्पामातुः पद्धतिम् अनुसृत्य अपि च नाम पाणिनेः महर्षिपाणिनेः पद्धतिम् अनुसृत्य एव बहु स्पष्टं भवति इति, तर्कपूर्णं भवति इति अत्र उल्लेखितमस्ति. तत्र त्रीणि सोपानानि पुनः एकवारं अत्र उद्धृतानि. तत्र विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्यययोः मेलनं. विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तु वयं जानीमः, यः यदा सिङ् प्रत्ययः कर्त्रार्थे सार्वधातुकप्रत्ययः भवति चेत् धातु तिङ् प्रत्यययोः मध्ये विकरणप्रत्ययः आयाति. तर्हि विकरणप्रत्ययं निमित्तीकृत्य तत् आधारीकृत्य धातोः किमपि अङ्गकार्यं भवति चेत् तद् भवति. तदनन्तरं तद् धातोः अङ्गम् अपि च विकरणप्रत्ययः इत्यनयोः मेलनं भवति. तदनन्तरं तिङ् प्रत्ययस्य सिद्धिः भवति, यत् वयं दृष्टवन्तः पूर्वस्मिन् करपत्रे. अपि च तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं भवति. न अधुना धातोः अङ्गं वयं प्राप्नुवन्तः धातुः अपि च विकरणप्रत्यययोः मेलनेन धातोः धात्वङ्गं वयं प्राप्नुवन्तः. तदनन्तरं तत् धात्वङ्गम् अपि च तिङ्प्रत्ययः इति योजयित्वा अङ्गकार्यं भवति. तदङ्गे पुनः केचन कानिचन परिवर्तनानि भवन्ति, तत्तु तत् अङ्गकार्यं भवति. तदनन्तरं तत् परिवर्तितम् अङ्गम् अपि च तिङ्प्रत्ययः इत्यनयोः मेलनेन रूपसिद्धिः भवति. तस्मात् अन्तिमरूपं वयं प्राप्नुमः इति त्रीणि सोपानानि अत्र लिखितानि. बहु समीचीनं भगिनि, सम्यक्. भवत्याः प्रश्नः यासुत् परस्मैपदेषु उदात्तो निच्च इत्यत्र, अत्र प्रश्नः अस्ति यासुत् परस्मैपदेषु उदात्तो निच्च इत्यत्र नित्वं किमर्थम् इत्युक्ते, इदं सूत्रं तु लिङ्गि एव कार्यं करोति खलु, तर्हि लिङ्गि एव नित्वम् अस्ति खलु, लिङ्गि नित्वम् अस्ति, तर्हि तत्र स्थानिवद्भावेन तादृशनित्वं प्रत्यये भवतु नाम, किमर्थम् अत्र यासुत् परस्मैपदेषु उदात्तो निच्च इति इति वक्तव्यं, नित्व उक्तेः नित्वं किमर्थम् उक्तम् इति चेत् अनेन ज्ञायते यत् अनुबन्धकार्ये अपि अनल् विधौ इति प्रतिषेधः अस्ति. इत्युक्ते लिङ् लकारे यः नित्वम् अस्ति, नित्वं तत्रैव सिद्धम् अस्ति, स्थानिवद्भावात् एव लिङ्गादेशस्य नित्वं सिद्धम् अस्ति. तर्हि यासुत् परस्मैपदेषु उदात्तो निच्च इति तत्र नित्ववचनं अस्मान् ज्ञापयति किम् इति चेत् लकाराश्रये नित्वम् आदेशानां न भवति. इत्युक्ते लकारेषु यद् नित्वम् अस्ति तद् प्रत्ययेषु अध्यारोपयितुं न शक्नुमः. इत्युक्ते तत्रापि अनल् विधिः इति अस्ति, तत्र लिङ् इत्यत्र अन्ततो गत्वा लु इति एव अवशिष्यते खलु, मकारस्य इत्संज्ञा अस्ति खलु. तर्हि अनुबन्धकार्ये अपि अनल् विधिः इति प्रतिषेधः अस्ति. इत्युक्ते अत्र नित्वं तत्र लिङ्लकारे यः मकारः अस्ति तस्य इत्संज्ञा नित् अस्ति, तर्हि तादृशनित्वस्य प्रत्ययेषु अध्यारोपः नास्ति इति प्रतिषेधः वर्तते इति अस्ति तत्र. अस्तु महोदय, अवगतम्. अत्र फायर् अलार्म् अस्ति, वक्तुं न शक्नोमि, क्षम्यताम्. अस्तु अस्तु, नास्ति चिन्ता. अस्तु समीचीनं. तर्हि इदानीं तत्र नूतनः गणः अस्ति स्वादिगणः. अत्र बहवः दातवः न सन्ति, केवलं केचन दातवः सन्ति. तर्हि अत्र वयं साक्षात् प्रवेशं कुर्मः. तत्र पद्धतिः कथम् अस्ति, तिङ्गन्धपदनिर्माणं कथम् अस्ति इति वयं जानीमः. अत्र किमपि नूतनं नास्ति, पूर्वमपि दृष्टम् इति कृत्वा अग्रे गच्छामः. तर्हि अत्र किं लक्ष्मीभगिनी पठितुमिच्छति वा? आं भगिनि, पठामि. विकर्णप्रत्ययः विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनम्. स्वादिगणे विकर्णप्रत्ययः श्नु स्वादिभ्यः स्वादिभ्यः श्नुः इत्यनेन श्नुप्रत्ययः विहितः. लशक्वतथिते इत्यनेन शकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन लोपः, नु इति अवशिष्यते. स्वादिगणे विकर्णप्रत्ययः श्नु इति अस्ति. अयं प्रत्ययः स्वादिभ्यः श्नुः इति सूत्रेण विधीयते. श्नुः इत्यत्र लशक्वतथिते इत्यनेन शकारस्य इत् संज्ञा भवति. तस्य लोपः इत्यनेन तस्य लोपः अपि जायते, केवलं नु इति अवशिष्यते. अग्रे स्वादिभ्यः श्नुः इति सूत्रं पठामि वा? आम् अवश्यं पठतु. स्वादिभ्यः श्नुः, स्वादिगणे स्थितेभ्यः धातुभ्यः श्नु प्रत्ययः भवति. कर्तृतकः सार्वधातुकप्रत्यये परे. सु आदि येषां ते स्वादयः बहुव्रीहिः, तेभ्यः स्वादिभ्यः, स्वादिभ्यः पञ्चम्यन्तं, श्नुः प्रथमान्तं, द्विपदमिदं सूत्रं. कर्तृषप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोरेकाचोहलादेक्रियासमभिहारे यङ् इत्यस्मात् धातुः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र स्वादिगणे ये धातवः सन्ति तेभ्यः धातुभ्यः श्नु इति प्रत्ययः विधीयते इति सूत्रार्थः अस्ति स्वादिभ्यः श्नुः इत्यस्य. तदपि प्रत्ययः कर्तृतकः सार्वधातुकप्रत्ययपरे एव श्नु प्रत्ययः विधीयते. अत्र स्वादि इत्यस्य सु आदि येषां ते स्वादयः बहुव्रीहि समासः अस्ति, तेभ्यः स्वादिभ्यः इति जायते. अपि च अन्यत् किमपि अत्र अनुवृत्तिसहितसूत्रमस्ति. स्वादिभ्यः धातुभ्यः श्नु प्रत्ययः परश्च कर्तरि सार्वधातुके. तर्हि कर्तृतकसार्वधातुकप्रत्यये परे स्वादिगणे ये धातवः सन्ति तेभ्यः श्नु इति प्रत्ययः विधीयते इति सूत्रार्थः अस्ति. अन्य किमपि वक्तव्यं वा भगिनि अत्र? श्रूयते किम्? आं क्षम्यताम्. अत्र अन्यत् किमपि सूत्रं प्रसक्तमस्ति वा? स्वादिगणे ये धातवः सन्ति तेभ्यः सार्वधातुकप्रक्रियायाम् अन्यत् किमपि प्रसक्तमस्ति वा? कर्तृषप् इत्यस्य अस्ति, इत्युक्ते कर्तृतकसार्वधातुकप्रत्यये परे कर्तृषप् इत्यनेन शप् विधीयते. किन्तु तत् प्रबाद्य अत्र स्वादिभ्यः श्नुः इति सूत्रेण शपं प्रबाद्य श्नु प्रत्ययः विधीयते. अनयोः कीदृशसम्बन्धः? अत्र अपवादेन स्वादिभ्यः श्नुः प्रवर्तते, इत्युक्ते स्वादिगणे ये धातवः सन्ति तेभ्यः एव श्नु प्रत्ययः विधीयते इति कारणात् अपवादेन इदं सूत्रं प्रवर्तते, नो चेत् निरवकाशत्वं भवति. समीचीनं, सम्यक्. अस्तु भगिनि, धन्यवादः. अग्रे अनिमा भगिनी पठति वा? आं भगिनि. श्नु षित् अतः तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा चियोगः नु इति स्थितौ. पुगन्तलघुपदस्य च इत्यनेन गुणकारस्य प्रसक्तिः अस्ति, यथा तिग्योगः नु इति स्थितौ. परन्तु श्नु अपित् अतः सार्वधातुकमपित् इति सूत्रेण नित्वत् तदर्थम् इति च इत्यनेन उभयत्र गुणनिषेधः. अत्र श्नु इति विकरणप्रत्ययः अस्ति, तत्र शकारः अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति, तत्र शकारः इत् अस्ति, अतः षित् भवति. अतः पुनः सूत्रं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकारस्य प्रसक्तिः भवति. अतः यथा ची धातुः अस्ति, ची योगः नु इति स्थिति, तत्र पुगन्तलघुपदस्य उपधा इकारः अस्ति, अतः लघु उपधा इति अस्ति, तेन गुणकारस्य प्रसक्तिः अस्ति. परन्तु श्नु अपित् अतः सार्वधातुकम् अपित् एव कार्यं करोति, सार्वधातुकम् अपि ङित्वत् इति अस्ति, अतः किङ् इति च इत्यनेन गुणनिषेधः भवति. अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति. इकारान्तधातवः ची धातुः, ची योगः नु चिनु इत्येव भवति. उकारान्तधातवः उदाहरणं सु, सुयोगः नु सुनु. ऋकारान्तधातवः वृ, वृयोगः नु वृणु. हलन्तधातवः तिग् योगः नु तिग्नु. तृप् योगः नु तृप्नु. शक् योगः नु शक्नु. आप् योगः नु आप्नु इत्येवं भवति. विकरणप्रत्ययः ङित्वत् चेत् प्रथमसोपाने त्रीणि मुख्य तद् अग्रे अस्ति, अहं पठामि वा भगिनि? पठतु भगिनि. विकरणप्रत्ययः ङित्वत् चेत् प्रथमसोपाने त्रीणि मुख्यकाराणि कार्याणि सन्ति. गुणनिषेधः एतदपि एकं कार्यं, स्वादिगणे श्नु प्रत्ययस्य अपित्वात् गुणनिषेधः, सम्प्रसारणं ग्रहिज्य इति सूत्रेण सम्प्रसारणं भवति इति निति प्रत्ययपरे स्वादिगणे न कोऽपि सम्प्रसारणी धातुः. अनिदितां धातूनां नकारलोपः अनिदितां हल उपधायाः किमिति इत्यनेन कितिमिति प्रत्ययपरे नकारलोपः. स्वादिगणे तादृशः एकः धातुः अस्ति, दम्भु दम्भने हिंसायां. दम्भ धातुः श्नु विकरणप्रतियोजनेन नकारलोपः भवति, दभ्नु इति अङ्गं भवति. त्रीणि मुख्यकार्याणि उक्तानि. प्रथमः तु गुणनिषेधः अस्ति, वयं पूर्वं दृष्टवन्तः. तत्र श्नु प्रत्ययस्य अपित्वात् गुणनिषेधः भवति, अत्र अतः गुणकार्यं न भवति. द्वितीयमस्ति सम्प्रसारणम्. एकं सूत्रमस्ति गृहिज्या वै व्यधि, तस्मिन् स्वादिगणस्य कोऽपि धातुः नास्ति, अतः तस्य कार्यम् अत्र न भवति. तृतीयं कार्यमस्ति अनिदितां धातूनां नकारलोपः. अत्र एकः धातुः अस्ति, दम्भु इति धातुः, तत्र अनिदित् अस्ति. इत् न इकारस्य इत् नास्ति, अतः तत्र नकारलोपः भवति. सो दम्भ इत्यस्य मकारस्य लोपः भवति, दभ्नु इत्येव भवति अङ्ग. धन्यवादः. कृपया म्यूट् करोतु. तत्र न केवलं नित् प्रत्ययः, यः कोऽपि प्रत्ययः कित् अथवा नित्, कित् प्रत्ययः अथवा नित् प्रत्ययः चेत् एतानि त्रीणि कार्याणि भवन्ति. कित् नित् प्रत्ययः चेत् गुणनिषेधः इति एकं कार्यं, सम्प्रसारणम् इति द्वितीयं कार्यम्, अनन्तरम् अनिदित् धातूनां न लोपः इति तृतीयं कार्यम्. एतानि कार्याणि यत्र कुत्रापि प्रत्ययः कित् वा नित् एतानि कार्याणि भवन्ति इति स्मर्तव्यम्. अस्तु, तर्हि अग्रे किं विजयलक्ष्मी भगिनी पठति वा? आं पठामि भगिनि, श्रूयते वा? आम्. अस्तु भगिनी, अत्र दम्भ इत्यत्र पूर्वं नकारः आसीत् इति वा? आमां, पूर्वं नकारः आसीत्, नष्टापदान्तस्य जलि अनुस्वारस्य परसवर्णः इति द्वाभ्यां मकारः जातः. तिङ् सम्यक् प्रत्ययः, प्रत्ययसिद्धिः. तिङ् प्रत्ययसिद्धिः पूर्वतने पाठे जाता एव यत्र अङ्गम् अनदन्तं तत्र सिद्धतिङ् सम्यक् प्रत्ययाः एते परस्मैपदेषु लट्लकारः तीतः अन्ति सीतः थ मीवः मह आत्मनेपदेषु ते आते अते से आते द्वे एवहे महे एवमेव लोट्लकारे तु तात् ताम् अन्तु हि तात् तं त आनि आव आम इति परस्मैपदेषु ताम् आताम् अताम् स्व अथाम् ध्वम् ऐ आहवै आवहै आमहै इति आत्मनेपदेषु लङ्लकारे त ताम् अन् स तं त अं व म इति परस्मैपदेषु त आताम् अत थाः आथां ध्वम् इ वहि महि इति पर आत्मनेपदेषु लिङ्लकारे यात् यातां युः याः यातं यात यां याव याम इति परस्मैपदेषु ईत् इयाताम् ईरन् ईथाः इयाथाम् ईध्वम् इय ईवहि ईमहि इति आत्मनेपदेषु प्रथमपुरुषे प्रत्ययः कः विधिलिङ्गि यां याव याम याम् आत्मनेपदि प्रथमपुरुषे आत्मनेपदि ईत ईत ईत् नास्ति ईत ईत इयाताम् ईरन् ईत् इति उक्तवती वा ईत अस्तु अग्रेपि पठतु तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्यययोः मेलनम् स्वादिगणे इदं कार्यं मुख्यम् अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः अजन्तधातवः हलन्तधातवः च यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्ययः तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं भिद्यते तर्हि स्वादौ वर्गद्वयम् अस्ति अजन्ताः ची धातुरिव अपि च हलन्ताः षक् धातुरिव अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते अत्र हलन्तधातवः सामान्याः अजन्तधातवः विशेषाः इति अवगम्यताम् नाम स्वादिगणे ये सामान्यनियमाः सन्ति सर्वे हलन्तधातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते अजन्तधातवः अपि आधिक्येन तथैव प्रवर्तन्ते किन्तु स्थलत्रये विशेषाः भवन्ति स्थलत्रयम् अग्रे सूचितम् अस्ति इदानीं स्वादिगणे अङ्गकार्यं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं कथं भवति इति अग्रे दर्शितमस्ति अत्र प्रकारद्वयं भवति स्वादिगणस्य धातोः मातृभिः बोधनार्थं सम्यक् बोधनार्थं तेषां गणद्वयं कृता अस्ति गणद्वयं कृतम् अस्ति अत्र अजन्तधातवः अपि च हलन्तधातवः इति गणद्वयम् अजन्तधातवः ची धातुरिव भवन्ति अपि च हलन्तधातवः अन्ते हलन्तवर्णः हल् वर्णः भवति इति हलन्तः शक् धातुरिव भवन्ति प्रायः हलन्तधातवः एव अत्र स्टाण्डर्ड् तेषां कार्यं सामान्यनियमः अनुसृत्य प्रवर्तन्ते अजन्तधातवः अपि सामान्यनियमाः अनुसृत्य भवन्ति परन्तु स्थलत्रये विशेषकार्याणि भवन्ति विशेषाणि कार्याणि भवन्ति इति अत्र सूचितमस्ति अग्रे पठामि वा समीचीनं भगिनि धन्यवादः समीचीनं तर्हि अत्र प्रथमतया अत्र यदा वयं प्रक्रियां कुर्मः तदानीं प्रथमतया धातुः अजन्तः वा हलन्तः वा इति जानीमः चेत् तदनुसृत्य प्रक्रिया सुलभतया प्रवर्तते तर्हि इदानीम् अग्रे वंशीभगिनी पठति वा स्वादिगणे प्रतिनिधिचतुष्टयम् आं भगिनि स्वादिगणे प्रतिनिधिचतुष्टयं स्वीक्रियताम्। अजन्तपरस्मैपदे धातुः छि, हलन्तः परस्मैपदे धातुः ष, अजन्तः आत्मनेपदे धातुः छि, हलन्तः आत्मनेपदे धातुः अश्। एषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् इत्येषु जानीमः चेत् सर्वेषां स्वादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव। कण्ठस्थीकरणीयम् इति न, सर्वं तर्काधारेण प्रवर्तते। अस्तु, तदपि पठामि वा? अग्रे एकं वाक्यद्वयमस्ति, तदपि पठामि। गणपाठे अस्माभिः दृष्टं यत् सिद्धतिङ्प्रत्ययाः चतुर्विधाः, हलादिपितः, अजादिपितः, हलादि अपितः, अजादि अपितः। तर्हि स्वादिगणे अजन्तधातुभिः सह हलन्तधातुभिः सह च एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्। अतः विशिष्टकार्याणि रक्तवर्णेन सूचितानि। अस्तु, तत्र पूर्वस्मिन् करपत्रे वयम् अस्माभिः दृष्टं यत् हलादिपितः, तत्र वर्गीकरणं कथम् अभवत् इत्युक्ते हलादिपितः, अजादिपितः, हलादि अपितः, अजादि अपितः इति तिङ्प्रत्ययस्य सिद्धतिङ्प्रत्ययानां तत्र वर्गीकरणं जातः अस्ति। हा, अस्तु, अत्र तु किमस्ति इत्युक्ते स्वादिगणे तत्र प्रत्ययस्य विभजनं कथं भवति इत्युक्ते तत्र अजन्त प्रत्ययस्य नास्ति, अत्र अत्र धातोः विभजनं, धातोः, हा, क्षम्यता, धातोः, पूर्वं तु प्रत्ययस्य विभजनम्, अत्र तु धातोः विभजनं कथं भवति इत्युक्ते अजन्तपरस्मैपदी धातु इति एकः वर्गः अस्ति, तत्र तु चि इति अस्ति, अजन्त आत्मनेपदी धातु अपि अस्ति, हलन्तपरस्मैपदी धातु, हलन्त आत्मनेपदी धातु इति द्विविध, तत्र हलन्तानां वर्गद्वयमस्ति, अजन्तानां वर्गद्वयमस्ति, परस्मैपदी आत्मनेपदी। अतः तत्र एषां धातूनां प्रत्ययस्य योजनेन तत्र प्रत्ययस्य कीदृशप्रत्ययः इत्युक्ते हलादिपितः, अजादिपितः, हलादि अपितः, अलादि अपितः, तेषां योजनेन तत्र कार्यं यदा वयं स्मरामः तर्हि तत्र तत्र समानरीत्या सर्वेषु धातुषु एवमेव भवति इति कारणात् तर्कपूर्वेण तत्र एकस्य धातोः यदि अजन्तपरस्मैपदी धातु स्वीकृत्य प्रत्ययानां सिद्धप्रत्ययानां योजनं वयम् अस्माभिः अभ्यासः कुर्मः तर्हि तु तत्र कार्यं सुलभं भवति इति वदति। तत्र अपि च तत्र किमस्ति इत्युक्ते, अस्तु, तावदेव अस्ति इति चिन्तयामि। लट् लोट् लङ् विधिर्लिङ्ग् यत् सार्वधातुकलकाराः सन्ति तेषां कार्यं तु सर्वदा समानरीत्या भवति इति एव अस्मिन् परिच्छेदे उक्तमस्ति। समीचीनं, समीचीनं। तर्हि इदानीम् अग्रे अनिमा भगिनी पठति वा अग्रे? भगिनी, एकः विचारः, क्षम्यतां भगिनी, एकः विचारः, तत्र चतुस्त्रिंशत् धातवः एव सन्ति, अस्माकं गणे तु दशजनाः सन्ति इति प्रायः चिन्तयामि, दशजनाः सन्ति वा? अस्तु, सर्वे त्रीणि त्रीणि धातवः स्वीकृत्य तत्र प्रतिपादनं कुर्मः कण्ठस्थीकृत्वा इति सम्यक् भवति वा तस्मात् अनन्तरम्? इति इत्युक्ते तत्र इत्युक्ते एकस्य अजन्तधातोः रूपं वयं जानीमः चेत् सर्वेषां वयं जानीमः, अतः सर्वेषां धातूनां स्वीकृत्य कण्ठस्थीकरणम् अथवा अभ्यासः करणीयः इति किमपि नास्ति, एकस्य कुर्मः चेत् सर्वेषां कृतमेव, अतः केवलं धातुद्वयं वा धातुत्रयं स्वीकृत्य वयं कुर्मः तावदेव, सर्वान् धातून् स्वीकृत्य कुर्मः इति न, यतोहि प्रक्रिया समाना। हलन्तधातूनां कार्यं हलादिपित्सु गुणः शक्नुयोगः ति शक्नोति, अजादिपित्सु गुणः तदा अवादेशः शक्नुयोगः आनि शक्नो इति गुणः भवति, शक्नो योगः आनि, तदनन्तरम् अवादेशः शक्न अव आनि शक्नवानि इति, हलादि अपित्सु किञति च इत्यनेन गुणनिषेधः शक्नु योगः त शक्नुतः अजादि अपित्सु अचिष्णुधातु भ्रुवां युवरियङ्वङौ इत्यनेन उवङादेशः शक्नु योगः अन्ति इति शक्न तदनन्तरम् उव आदेशः अन्ति शक्नुवन्ति इति भवति अजन्तधातूनां कार्यं त्रिषु तत् अग्रे अस्ति एतदेव हलन्तधातूनां कार्यमेव अत्र उक्तमस्ति अजादिपित् हलादिपित् हलादि अपित् अजादि अपित् इति चतुर्थम् अस्ति कार्यं प्रथम अस्ति हलादिपित् तत्र गुणः भवति यतः उकारान्तमन्ते अस्ति शक्नु योगः इति शक्नोति इति भवति एवमेव अजादिपित्सु अपि तादृशं भवति शक्नु शक्नो इति भवति अग्रे तु यचोयवायवः इत्यनेन अवादेशः भवति शक्नवानि इति हलादि अपित् अस्ति चेत् गुणनिषेधः भवति नित्वमस्ति अतः शक्नुतः इत्येव भवति अजादि अपित् अस्ति चेत् तत्र अचिष्णुधातु भ्रुवाम् इत्यस्य प्रसक्तिः भवति तेन उवङादेशः भवति अतः शक्नुव इति भवति शक्नुवन्ति इति अन्तिमरूपं समीचीनम् इत्युक्ते हलन्तदातवः एव सामान्याः अत्र स्वादिगणे हलन्तदातवः सामान्याः अत्र किमपि अधिकं नास्ति इत्युक्ते पित् प्रत्ययः अस्ति चेत् गुणः अपित् प्रत्ययः अस्ति चेत् गुणनिषेधः तत्सर्वं वयं जानीमः परन्तु अजादि अपित् प्रत्ययः अस्ति चेत् तत्र इको एणचि इति सर्वसामान्यं सूत्रमस्ति शक्नुयोगः अन्ति इको एणचि इति प्रवर्तते परन्तु तत् प्रबाद्य अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन उवङादेशः इति कृत्वा शक्नुयोगः अन्ति शक्नुवन्ति इति रूपं लभ्यते अतः यः कोऽपि हलन्तदातुः भवतु नाम सर्वत्र अजादि अपित्सु अचिष्णुधातु ब्रुवाम् इत्यस्य प्रवृत्तिः भवति इति तदेव तत्र विशेषः अन्यत् किमपि नास्ति इदानीम् अग्रे विजया भगिनी भवती पठतु मया विस्मृतं भवती अग्रे पठतु अनिवां भगिनी द्विवारम् अत्र आह्वयति अहं चिन्तयामि किमर्थम् अहं विस्मृतवती भगिनी क्षम्यताम् अत्र बहवः जनाः सन्ति मया विस्मृतम् इदानीं पठतु अनिमा भगिन्याः ध्वनिः सम्यक् श्रोतुं म्यूसिक् वत् अस्ति मधुरमिव अजन्तदातूनां कार्यं हलादिपित्सु गुणः चिनु योगति चिनोति इति भवति गुणः भूत्वा उकारस्य स्थाने ओकारः भवति अजादिपित्सु तस्मात् पूर्वम् एकं वाक्यम् अस्ति खलु अजन्तदातूनां कार्यं अजन्तदातूनां कार्यं त्रिषु स्थलेषु विद्यते स्थलत्रयमपि अपित्सु एव पित्सु न कोऽपि भेदः अधः सम्यक्तया तोलयन्तु इति विषये अत्र विचारं करोतु इति तत्र दत्तवन्तः इदानीमेव अत्र अजन्तदातूनां कार्यम् अलादिपित्सु गुणः चिनु योगति अत्र उकारस्य स्थाने ओकारः भूत्वा चिनोतु इति भवति अजादिपित्सु गुणः तदा अवादेशः चिनु योगः आणि चिनो इति भवति गुणः भूत्वा आणि इति अस्ति इदानीं चिन् योगः अवा एचो एव यावः इत्यनेन अवादेशः भूत्वा चिनवाणि इति वर्णमेलनेन भवति अजाद् इदानीं हलादि अपित्सु अत्र क्निति च इत्यनेन गुणनिषेधः यथा चिनु योगः तः अत्र वर्णमेलनमेव किमपि कार्यं नास्ति क्निति च इत्यनेन अनन्तरं स्थलद्वये अपवादभूतकार्यं लोटि हि लोपः भवति चिनु योगः हि अत्र लोपः भवति अतः कार्यं किमपि नास्ति मध्यमपुरुषे एकवचने चिनु एव तिष्ठति अत्र वकारमकारौ आं महोदय इदानीम् अत्र वकारमकारादौ प्रत्ययपरे उकारस्य वा लोपः अतः तत्र उकारस्य लोपः भूत्वा चिन्वः चिन्मः इति चिन्वः अत्र रूपं द्वयं भवति विकल्पेन चिन्वः इति अस्ति अस्ति चिनुवः इति अपि अस्ति अजादि अपित्सु उष्णुः सार्वधातुके इत्यनेन यनादेशः भवति चिनुयोगः अन्ति इदानीं चिन् योगः वा इति उष्णुः सार्वधातुके इत्यनेन वकारः भूत्वा चिन्वन्ति इति रूपं पदमेलनेन चिन्व अन्ति चिन्वन्ति इति भवति समीचीनम् इत्यपि अत्रैव विशेषः अस्ति, अत्रैव विशेषः अस्ति, यत्र गुणस्य प्रसक्तिः तत्सर्वं वयं जानीमः, परन्तु यत्र अनदन्तम् अङ्गम् अस्ति इति चेत् अत्र हि इति प्रत्ययः तिष्ठति इति अस्माभिः चिन्तितं खलु, अनदन्त अङ्गेषु हि प्रत्ययः तिष्ठति इति चिन्तितं, परन्तु अत्र यत्र अजन्तधातुः अस्ति तत्र हि इत्यस्य लोपः भवति, हि इत्यस्य लोपः भवति, अनन्तरं वकारादिप्रत्ययः मकारादिप्रत्ययपरे तत्र चिनु इति श्नु प्रत्ययान्तम् अङ्गस्य उकारस्य विकल्पेन लोपः भवति, अतः चिन्वः चिनुवः इति रूपद्वयं लभ्यते। अनन्तरं त्रिषु स्थलेषु भेदः अस्ति, हलादिपित्सु हलादि अपित्सु स्थलद्वये भेदः, लोटि हि लोपः वकारमकारादौ प्रत्यये परे उकारस्य लोपः विकल्पेन, अनन्तरम् अजादि अपित्सु अचिष्णुधातु ब्रुवं योर्यङौ इति सूत्रं प्रबाद्य अत्र हुष्णुः सारदातिके इत्यनेन यणादेशः भवति, यतोहि स्नु प्रत्ययान्तम् अङ्गमस्ति खलु अत्र हुष्णुवोः, आम् यणादेशः विकल्पेन यणादेशः नित्यरूपेण भवति, अतः चिन्वन्ति इति रूपं लभ्यते इति हलन्तधातूनां प्रक्रिया सामान्यप्रक्रिया, परन्तु अजन्तधातूनां विशेषः वर्तते अत्र। अग्रे पठतु, किमर्थं स्थलत्रये हलन्त तत् पठतु एकवारम्। आम्, किमर्थं स्थलत्रये हलन्तधातु रूपेभ्यः अजन्तधातु रूपाणि विद्यन्ते, सर्वेषामपि स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति, शक् योगः नु शक्नुः शक्नु किं योगः नु चिनु, तर्हि शक्नु चिनु च अनयोः अङ्गयोः भेदः कः? शक्नु इति अङ्गम् उकारात् प्राक् संयोगः अस्ति, हलोनन्तरसंयोगः इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगः संज्ञा भवति, तर्हि शक्नु इति अङ्गम् सकारनकारयोः वर्णयोः संयोगः संज्ञा, स्वादिगणे धातु हलन्तः चेत् तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव, धातुः हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति, शक्नु इत्यस्मिन् नु आप्नु इत्यस्मिन् प्र अश्नु इत्यस्मिन् न इति भवति, प्राप्नोति इति अत्र आप्नु इति पकारनकारयोः संयोगः, आम् आप्नु इत्यस् अत्र किं महोदय अत्र आम् पकारनकारयोः संयोगः संयोगः, अनन्तरम् अश्नु इत्यस्मिन् अपि अत्र संयोगः भवति, अजन्तदातवः हलन्तदातवः इति किमर्थं वर्गीकरणं कृतम् इति चेत् हलन्तदातुषु यदा स्नुप्रत्ययं योजयामः तदानीं तत्र ऊकारात् स्नुप्रत्ययस्य ऊकारात् प्राक् सर्वत्र संयोगः भवति, यतोहि धातुः हलन्तः खलु, तर्हि धातोः अन्ते हल् वर्णः अस्ति, तदनन्तरं स्नुप्रत्ययं योजयामः चेत् तत्र नकारः अस्ति खलु, सकारस्य लोपः, नकारः नु इति भवति, तर्हि नकारः तस्मात् पूर्वं यः हल् वर्णः अनयोः संयोगः भवति हलन्तधातुषु, अजन्तधातुः अस्ति चेत् उकारात् प्राक् संयोगः नास्ति, अतः यत्र संयोगः नास्ति उकारात् प्राक् तत्र भिन्नकार्याणि भवन्ति, तदर्थं तत्र सूत्राणि सन्ति, तानि सूत्राणि वयम् अग्रिमसप्ताहे वयं पठामः, परन्तु किमर्थम् एतादृशवर्गीकरणं हलन्तधातवः अजन्तधातवः किमर्थं हलन्तधातूनाम् एकरीत्या प्रक्रिया अजन्तधातूनां भिन्नरीत्या प्रक्रिया इति चेत् एतदेव अस्ति, तत्र स्नुप्रत्ययस्य योजनानन्तरम् उकारात् प्राक् संयोगः अस्ति वा न वा इति द्रष्टव्यं, हलन्तधातुषु सर्वदा संयोगः भवति, अजन्तधातुषु संयोगः न भवति, संयोगः न भवति इति कृत्वा यत्र संयोगः नास्ति तत्र कतिचन सूत्राणि सन्ति। अस्तु, तर्हि अत्र समीचीनं, धन्यवादः भगिनि, तर्हि अत्र कोऽपि प्रश्नः वा भगिनि? अग्रिमवर्गे वर्गमस्ति वा नवरात्रिवे किल? भवन्तः वदन्तु, इच्छन्ति चेत् वर्गः भवति, न इच्छन्ति चेत् न भवति, वदन्तु इच्छन्ति वा न वा। न इच्छामि। अस्तु, अन्ये इच्छामि भगिनि. किम् इच्छामि? भवती इच्छति वा? अन्य सूर्यकुमार वन् वन् ईक्वल् वन् वन् इदानीं वदन्तु. अहमपि महोदय इच्छामि. इच्छामि वा? ओके वन् टु करोतु भवतु. ओके वन् त्री सार्ध अष्टवादने अतः अत्र किमपि अत्र समयः न दातव्यमेव खलु. अतः वर्गः स्वीकुर्मः. अस्तु तर्हि बीना भगिनी केवलं भवती इच्छति, अन्ये न इच्छन्ति. इट्स् योर् जाब् टु कन्विन्स् देम्. भारतदेशे अस्ति तेषां, भारतदेशे अस्ति तस्मात्. अस्तु अस्तु अस्तु तर्हि वयं कुर्मः वर्गं स्वीकुर्मः अग्रिमसप्ताहे. इतोपि जनाः इच्छन्ति चेत् कृपया सूचयन्तु. वर्गं न इच्छन्ति चेत् सूचयन्तु, नो चेत् वर्गं स्वीकुर्मः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. धन्यवादः भगिनि.